सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति भुवादिगणः इति विषयः अनुवर्तते। गतवर्गे अस्माभिः सामान्यधातूनां विषये ज्ञानं प्राप्तवन्तः। तदनन्तरं तत्र सामान्यधातुषु एव इगन्तधातवः इत्यपि विषयः अधीतः। इगन्तधातुः इत्युक्ते इक् अन्ते यस्य सः तादृशधातुः, येषाम् अन्ते इक् प्रत्याहारस्य वर्णः अस्ति तादृशधातुः इगन्तधातुः। इगन्तधातुः अस्ति चेत् तदानीं तत्र शप्रत्ययः परः चेत् तत्र शप्रत्ययः शित्वात् सार्वधातुकम्, अतः तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भवति। सार्वधातुकार्धधातुकयोः इति सूत्रम् अङ्गस्य इति अधिकारे अस्ति, अतः सार्वधातुकार्धधातुकयोः इति कार्यमस्ति अङ्गकार्यम् इति मनसि भवेत्। अङ्गकार्यमस्ति अतः आदौ करणीयम्। तर्हि उदाहरणार्थं जी योगः शप् इति स्थितौ जी इति धातुः इगन्तः अस्ति, यतोहि तस्य अन्ते इकारः, शप् इति प्रत्ययः सार्वधातुकः, सार्वधातुकप्रत्ययः इति कृत्वा तत्र जी इति इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुक अर्धधातुकयोः। यदि सार्वधातुकप्रत्ययः परः अस्ति नो चेत् अर्धधातुकप्रत्ययः परः अस्ति तदानीम् इगन्ताङ्गस्य गुणः, अतः जी इत्यस्य गुणः एकारः, इकारस्य एकारः जे योगः अ, सन्धिकार्यं कृत्वा जयति इति रूपं निष्पद्यते। तर्हि इगन्तधातूनां सर्वत्र तत्र नवत्रिंशत् धातवः सन्ति, सर्वत्र गुणकार्यम् एवमेव भवति। तदनन्तरं तत्र हृ, भू, भवति, हरति इत्यादीनि तत्र रूपाणि। तत्पश्चात् तत्र अस्माभिः एजन्तदातवः इति विषयः अद्य पश्यामः। एकं वक्तव्यम्, एजन्तदातवः इत्युक्ते तत्र एच् प्रत्याहारस्य वर्णः यस्य अन्ते अस्ति तादृशदातवः। तर्हि एजन्तधातुभ्यः यदि तत्र शप् प्रत्ययः अस्ति चेत् कीदृशकार्यम् इति इदानीं पश्यामः। परन्तु तत्र शप्रत्ययः सार्वधातुकप्रत्ययः, परन्तु यदि आर्धधातुकप्रत्ययः अस्ति एजन्तधातुभ्यः आर्धधातुकप्रत्ययः अस्ति चेत् तदानीं तत्र आदेश उपदेशिति इति अन्यत् सूत्रं कदाचित् पूर्वम् अस्माभिः पठितं। तर्हि एजन्तधातूनाम् अत्वं भवति, अशिति इत्युक्ते शित् प्रत्ययः परः नास्ति चेत् अत्वं भवति। अतः एतेभ्यः एजन्तधातुभ्यः यदि अर्धधातुकप्रत्ययः अस्ति तदानीम् अत्वं भवति, परन्तु अत्र तु भुवादिगणे शप् प्रत्ययः परः अस्ति इति कृत्वा तत्र अत्वं न भवति, परन्तु अत्र केवलं सन्धिकार्यमेव भवति। तद् इदानीं पश्यामः। अत्र शोभा भगिनी आरम्भं करोति वा? एजन्तः नमस्ते भगिनी, विजयलक्ष्मी अत्र। भवत्याः ध्वनिः किञ्चित् मन्दं श्रूयते अद्य। मन्दमस्ति वा? अस्तु, पुनः आगच्छामि वा? परन्तु डिस्टर्बेन्स् नास्ति, किन्तु वाल्यूम् बहु न्यूनमस्ति। पुनः आगच्छामि, प्रायः तत्र लैन् मध्ये क्लेशः। अधुना कथमस्ति? अधुना सम्यक् अस्ति? नमस्ते भगिनी, वंशी अस्मि। नमस्कारः, नमस्कारः भगिनी। अस्तु, इदानीं शोभा भगिनी आरम्भं करोति वा? करोमि भगिनी। तत्र एजन्तधातूनाम् इति उक्तवती किल, सि इति सेक्षन् अस्ति खलु, इगन्तधातु धातोः अनन्तरम् एजन्तदातवः एकत्रिंशत् दातवः। आं भगिनि, एकक्षणं तत्र सेक्षन् वन् मध्ये एव सामान्यधातवः इति पदृष्टं, बि इति इगन्तदातवः, सि इति इदानीम् एजन्तदातवः। अस्तु, अन्येन प्राप्तं वा कोऽपि? आं भगिनि। अस्तु, विजयलक्ष्मी भगिनी पठतु, शोभा भगिनी अनन्तरं पठतु। अस्तु भगिनि, एजन्तधातवः एकत्रिंशत् धातवः, एते धातवः इगन्ताः न सन्ति, अतः गुणस्य प्रसङ्गः न भवति, केवलम् एचोयवायावः इत्यनेन यान्तवान्तसन्धि, धे योगः शप् अनुबन्धानां लोपानन्तरं धे योगः अ एचो यवायावः इति धय योगः अ धय इति भवति अनन्तरं तिप् योजयित्वा धयति इति रूपं निष्पद्यते गै योगः शप् गै योगः अ एचो यवायावः गाय योगः अ गाय गाय योगः तिप् गायति धौ योगः शप् धौ योगः अ एचो यवायावः धाव योगः अ धाव योग तिप् योजनेन धावति इति रूपं निष्पद्यते वक्तव्यं वा भगिनि किञ्चित् वद किञ्चित् वदतु अत्र एजन्तधातवः एच् इति प्रत्याहारः ए ओ ऐ औ इति चत्वारः वर्णाः अत्र अन्तर्भूताः सन्ति धे योगः शप् इत्यत्र केवलं न एजन्तधातवः अत्र गुणस्य प्रसक्तिः न भवति केवलं एचो यवायावः इति सन्धिकार्यमेव भवति एकारान्तधे धातोः ऐ आदेशः भवति ऐकारान्त गै धातोः आय् आदेशः भवति धौ इति औकारान्तधातु तस्य धाव् इति आदेशः भवति अन्ततो गत्वा धयति गायति धावति इति केवलं वर्णमेलनं एचोयवयावः कृत्वा तिप् प्रत्ययेन सह वर्णमेलनम् एव भवति तिप् इत्यस्य उपकारस्य लोपः भवति तावदेव कार्यं समीचीनम् इदानीं तत्र दे इति धातुतः शप् प्रत्ययः सार्वधातुकप्रत्ययः दे इति धातुतः तत्र तव्यत् प्रत्ययः अस्ति चेत् किं भवति तत्र तव्यत् सकारः आदौ अस्ति चेत् वल् प्रत्याहारः प्रत्याहारे वशी नेद्वत् वशीकृति इति किमपि भवति वा भगिनी तस्य चिन्तनं तु करणीयं सत्यम् अत्र तत्र इडागमः भवति वा न वा इति चिन्तनं करणीयं तत् समीचीनं परन्तु इदानीं तत्र धातोः विषये अहं पृच्छन्ती अस्मि धे इति धातुः अस्ति तत्र इदानीं मया उक्तं खलु एजन्तधातुः अस्ति चेत् आर्धधातुकप्रत्ययः परः अस्ति चेत् किं भवति तत्र तत्र आकारान्तः भवति इति मम इति अस्ति तर्हि आकारान्तं कृत्वा वदतु धातव्यः धातव्यम् इति धातव्यं धातव्यः धातव्या इति भवति समीचीनं तर्हि सर्वत्र आर्धधातुकप्रक्रियायां तत्र एजन्तधातोः अत्वं भवति ततः अत्र धातव्यम् इति रूपमस्ति गै इति अस्ति चेत् किं भवति गै इति तत्रापि आकारः एव भवति खलु तर्हि रूपं किं गातव्यं गातव्यः तत्र रूपाणि तर्हि तत्र एजन्तधातुतः आर्धधातुकप्रत्ययः अस्ति चेत् एचोयवायवः इति साक्षात् यद्यपि प्रसक्तिः भवति परन्तु प्राप्तिः नास्ति तत्र अजादिप्रत्ययः अस्ति चेत् एचोयवायवः इत्यस्य प्रसङ्गः भवति परन्तु प्राप्तिः न भवति यतोहि तत्र आदौ एव अत्वं करणीयं भवति यतोहि आदेच उपदेशे शिति इति सूत्रेण अत्वं नैमित्तिकमस्ति निमित्तं न अपेक्षितम् अतः तत्र आदौ एव करणीयम् अन्तरङ्गमस्ति यतोहि निमित्तं न अपेक्षितम् इति कृत्वा अन्तरङ्गम् अतः अन्तरङ्गत्वात् आदौ एव करणीयम् अतः तत्र दावत् धै धे इति धातुः अस्ति चेत् अत्वं भूत्वा दातव्यम् इत्यादीनि रूपाणि भवन्ति तत्र इति तत्र केवलं चिन्तनार्थम् उक्तवती इदानीं सूत्रं किं भगिनि सूत्रं किम् आदेच उपदेशे शिति आदेच उपदेशे शिति इति सूत्रम् अस्तु एतस्य प्रसङ्गः सर्वत्र भवति अर्धधातुकप्रक्रियायां किमर्थं सर्वत्र भवति अर्धधातुकप्रक्रियायां अशित् प्रश्नः किं भगिनि अशित् अस्ति इत्युक्ते तत्र आर्धधातुकप्रत्ययः इत्युक्ते किं सर्वे अशित् प्रत्ययाः आर्धधातुकाः खलु आम् अतः आदेशोपदेशे शिति इति सूत्रं सर्वत्र प्रवर्तते आर्धधातुकप्रक्रियायाम् इति मनसि भवेत् अस्तु अत्र अग्रे गच्छामः वा अत्र लघु इगुपदधातवः इति ततः अग्रे इदानीं शोभा भगिनी सिद्धा अस्ति वा अस्मि भगिनि क्षम्यतां तत्र लघु युगुपदधातवः तत्र सप्तविंशत्यधिकशततमं शतं धातवः उपधा नाम अन्तिमवर्णात् प्राक् यः वर्णः सः यस्य धातोः उपधायां लघु इक् इत्युक्ते इ उ ऋ अस्ति सः लघु इगुपदधातुः शप् षित् अपि पित् अपि अतः अङ्गस्य निर्माणार्थं वादिगणीय इगुपदधातूनां विकरणप्रत्ययनिमित्तिकं गुणकार्यं नाम लघु इकः गुणः अग्रे पठामि वा अग्रे अपि पठतु विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं यथा चित् योगः शप् इत्यस्मिन् पुगन्तलघुपदस्य च इति सूत्रेण चेत् योगः आ चेता घुष् इति धातुः योगः शप् पुगन्तलघुपदस्य च इत्यनेन घोष् योगः आ घोष वृष् इति धातुः वृषयोगः शप् पुगन्तलघुपदस्य च इत्यनेन वर्ष योगः आयोगः वर्ष इति भवति अनेन अङ्गं निर्मितं चेता घोष वर्ष इति तत्र अधुना लघु इक् उपधायाम् अस्ति येषां ते धातूनां कृते कार्यं कथं भवति इति तत्र उपधा इत्युक्ते वयं पठितवन्तः यत् अन्त्यवर्णात् पूर्वम् अस्ति हलन्त वर्णात् पूर्वं स्वरः अस्ति तद् उपधा हलन्तः इति उक्तं वा न न हलन्त न अन्त्यवर्णात् पूर्वं सूत्रं स्मरति वा उपधासंज्ञासूत्रम् उपधासंज्ञा अधुना न स्मरामि कोऽपि अचोन्त्यात् पूर्व उपधा अचोन्त्यात् पूर्व उपधा अलोन्त्यात् अलोन्त्यात् पूर्व उपधा तत्र अल् इत्युक्ते अल् प्रत्याहारे सर्वाणि व्यञ्जनानि आगच्छन्ति अतः अल् अन्त्यात् पूर्व वर्णः उपधा भवति अस्तु तत्र तर्हि यस्य धातोः उपधायाः लघु इक् तत्र इक् प्रत्याहारे इ उ ऋ इति ते यदि एते स्वराः सन्ति चेत् लघु उपधा इति उच्यते अपि च शप् षित् अपि अस्ति पित् अपि अस्ति अतः तत्र अङ्गस्य निर्माणार्थं वादिगणीय इक् उपधा धातूनां विकरणप्रत्ययनिमित्तिकं गुणकार्यं तत्र लघु इक् अस्ति चेदेव गुणः भवति न तु दीर्घस्वरः अस्ति चेत् अपि च अङ्गकार्ये तत्र अधुना चित् इति धातुं स्वीकुर्मः चित् योगः शप् इति विकरणप्रत्ययः भवति चेत् सार्वधातुकपरे अस्ति चेत् शप् इति भवति तत्र चित् इत्यस्य उपधायां ह्रस्व इकारः अस्ति इति कृत्वा पुगन्तलघुपदस्य च इति सूत्रेण इकारस्य एकारः भवति गुणः भूत्वा चेत् इति चेत् योगः शप् इत्यस्य निरनुबन्धरूपम् आ इति हलन्त्यम् अपि लशकोतदिते इत्यनेन शकारपकारयोः तस्य लोपः इत्यनेन लोपः चेत् योगः आ तत्र वर्णमेलनं चेता इति अङ्गं भवति. अपि च घुष् इति धातोः कृते अपि घुष् योगः शप् इत्यनेन पुनः पुगन्तलघुपदस्य च इत्यनेन अधुना उपधायां ह्रस्व उकारः उकारस्य गुणः ओकारः भवति. अपि च घोष् योगः आयोग इति वर्णमेलनं कृत्वा घोषा इति भवति. वृष् इत्यस्य उपधायां ह्रस्व ऋकारः तदपि परेशप् अस्ति इति कृत्वा उपधायां ह्रस्व ऋकारः इति कृत्वा पुगन्तलघुपदस्य इत्यनेन ऋकारस्य गुणः अर् इति भवति. तत्र उरण् रपरः इत्यस्य प्रसक्तिः अस्ति. यथा उहु इति ऋकारस्य षष्टिविभक्तिः भवति उहु इत्यस्य गुणः भवति चेत् तत्र अकारः एव गुणः किन्तु तत् स च अकारः सर्वदा रापरः भवति इति कृत्वा अर् इति भवति. वर्ष इति भवति वर्षायोगः आ वर्ष इति अन्तिमरूपम् अतः तत्र चेता घोष वर्ष इति अदन्त अङ्गानि सिद्धानि भवन्ति. समीचीनम्. इदानीं वर्ष इति अङ्गं स्वीकृत्य सर्वाणि रूपाणि झटिति वदतु. अस्तु तत्र अधुना लङ्गि लटि प्रथमं क्षम्यतां लटि वर्षति तत्र परस्मैपदी एव किल भगिनी प्रथमम् आत्मनेपदी अस्ति. आत्मनेपदी अस्तु आत्मनेपदी वर्षते वर्षेते वर्षन्ते वर्षसे वर्षेथे वर्षद्वे वर्षे वर्षावहे वर्षामहे. तदनन्तरं लोटि लोटि वर्षतां वर्षेतां वर्षन्तां वर्षस्व वर्षेथां वर्षध्वं वर्षे वर्षावहै वर्षामहै. एकवचने वदतु उत्तमपुरुषे एकवचने वर्षै वर्षै वर्षै. अनन्तरं वर्षै लङ्गि एकक्षणं वर्षै अनन्तरं द्विवचने बहुवचने वर्षावहै वर्षामहै. समीचीनं लङ्गि लङ्गि अवर्षता अवर्षेताम् अवर्षन्ता अवर्षथाः अवर्षेथाम् अवर्षध्वम् अवर्षे अवर्षावहि अवर्षामहि भवति. समीचीनं. विधिलिङ्गि वर्षेता वर्षेयातां वर्षेयुः. क्षम्यतां वर्षेरन् पुनः वदतु एकवारं वर्षेता वर्षेयातां वर्षेरन् वर्षेथाः वर्षेयाथां वर्षेध्वम् वर्षेय वर्षेमहि वर्षे वहि वर्षेमहि. उत्तमम् उत्तमं समीचीनं सम्यक् धन्यवादः. इदानीम् एवमेव तत्र अत्र वर्षति परस्मैपदी वर्षदातु आत्मनेपदी इति उक्तं वर्ष स्नेहने आत्मने वर्षति अत्र दत्तं न वर्षति वर्षति इति कुत्र दत्तं करपत्रे वर्ष इति एव दत्तं वर्षति इति कुत्र दत्तं वृष् दातु शप् योजनान्तरम् अकारः वर्ष वर्ष योगः वर्षति एव न न कुत्र अस्ति वर्षति अग्रे दत्तमस्ति वा वर्षति इति दत्तमस्ति वा. अस्तु तत्र वर्ष इति परस्मै वर्ष इत्यत्र अत्र परस्मैपदी नास्ति आत्मनेपदे एव अस्ति. अहम् आत्मनेपदे एव पश्यामि तर्हि प्रायः तत्र करपत्रे समीकरणीयं भवति आत्मनेपदी एव पश्यामि. भुवादिगणे अपि अस्ति भगिनि वर्षति एकं तु भुवादिगणे अस्ति द्वितीयं तु अस्ति वर्षति इति अस्ति वा. आं भगिनि एकं तु चुरादिगण वर्षयति अस्ति भुवादिगणे तु वृष्य इति तत्र ओ अस्तु अस्तु भुवादिगणे अस्ति वयं परस्मैपदी अपि अस्ति, आत्मनेपदी अपि अस्ति खलु, आत्मनेपदी अपि अस्ति. आत्मनेपदी आत्मनेपदी इति तु न न न अत्र पश्यतु, वर्षति इति वर्षते इति रूपं नास्ति वा? वर्षते इति अस्ति खलु, भुवादिगणे अस्ति, वर्षस्नेहने इति अपि अस्ति, वर्षस्नेहने इति आत्मनेपदी अपि अस्ति, तत्र धातुद्वयमस्ति, धातुद्वयमस्ति, वर्षति इति परस्मैपदी अपि अस्ति, आत्मनेपदी अपि अस्ति. अस्तु, समीचीनम्. अस्तु, तर्हि इदानीम् अस्माभिः आत्मनेपदी चर्चितं, चिन्ता नास्ति. परस्मैपदी तु सरलमेव अस्ति. इदानीं तत्र गैधातोः विजयलक्ष्मीभगिनी एकवारं झटिति गैधातोः रूपाणि वदतु. आम् आं भगिनि, नमस्ते भगिनि. विजयलक्ष्मी भगिनी, कस्य धातोः भगिनी? गै गै गै गै इति गायति तद्वा? गायति गायति गायति गायतः गायन्ति, गायसि गायतः गायथ, गायामि गायावः गायामः. अग्रे लोट् वा? गायतु गायेतां गायन्तु. न न, तत्र प्रथमपुरुषे अन्यत् रूपमपि अस्ति खलु. ओ, गायतात् गायतु गायतात् अनन्तरं मम हृदं गतं. गायतु गायेतां, हा गायतु गायतात् गायेतां गायन्तु. न न, गायेतां नास्ति, गायतां गायतां, सोरि, गायतां गायन्तु, गाय गायतात् गायतं गायत गायानि गायावः गायानि गायाव गायाम. लङि अनन्तरं लङ् लङ् अगायत् अगायत् अगायेताम् अगायन्त. न न, अगायताम्. अगेन् सेम् मिस्टेक्. हा, अगायत् अगायताम् अगायन्त अगायन् एकनिमिषं भगिनि. अगायत् अगायत् अगायताम् अगायन् अगाय अगायतम्. न, एकवचने समीचीनं नास्ति. अगाय अगाय प्रत्ययः कः? विस्मृतवती. अगायः तत्र केवलं सकारः. अगायः स, आम् आम्, स इति अस्ति खलु. आम् आम्. अगायः अगायताम् अगायतम् अगायत अगायं वा भगिनि? अगायम् अगायाव अगायाम. इति लिङ्ग् लिङ्ग्लकारे गायेत् गायेतां गायन् गायुः गायेयुः गायेयुः अनन्तरं गायथाः गाये ओ गायथाः तु आत्मनेपदी भवति चेदेव. गायेः गायेः गायेतां गायेतां गाये अहं तु गा धातु सिद्धप्रत्ययः के इति एकवारं वदतु. अहं सिद्धप्रत्ययः अपेक्षया रूपमेव वदामि. तत्तु किञ्चित् तत्र सिद्ध न सिद्धप्रत्ययः कः इति जानाति चेत् तत्र रूपे दोषः न जायते खलु. सिद्धप्रत्ययः कः? यतोहि गाय इति अङ्गम् इति जानाति इदानीं. गाय इति अङ्गम् अस्ति. एतां इयुः इ इतं इत इयम् इव इम इदानीं वदतु रूपाणि गायेत् गायेतां गायेयुः गायेः गायेतं गायेत गाये गायेयं गायेव गायेम अस्तु समीचीनं तत्र सिद्धप्रत्ययः के इति किञ्चित् कण्ठस्थी करणीयं प्रतिदिनं किञ्चित् कुर्वन्तु तदानीमेव मनसि भवेत् तत्र रूपाणि तु वयं सरलतया ज्ञातुं शक्नुमः सिद्धप्रत्ययः के इति जानीमः चेत् अस्तु समीचीनम् अस्तु इदानीम् अग्रे तत्र पुगन्तलघुपदस्य च इति सूत्रं तत्र लक्ष्मीभगिनी पठति वा जयलक्ष्मी भगिनी आं भगिनि पठामि पुगन्धलघुपथस्य च पुगन्तस्य अङ्गस्य लघुपथस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे पुक् अन्ते यस्य तत् पुगन्तं लघ्वी उपधा यस्य तत् लघुपथं पुगन्तश्च पुगन्धञ्च लघुपथञ्च तयोः पुगन्धलघुपथं समाहारद्वन्द्वः तस्य पुगन्धलघुपथस्य पुगन्धलघुपथस्य इति षष्ट्यन्तं पदं च अव्ययपदं द्विपदम् इदं सूत्रं मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्थधातुकयोः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृत्ति इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थाने नोक्त अनुवृत्तिसहितसूत्रं पुगन्धलघुपथस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति पुगन्धलघुपथस्य च इति सूत्रं गुणकार्य कृते प्रवर्तमानं सूत्रमस्ति एतत् सूत्रस्य अर्थः यत्र पुगन्धम् अङ्गम् अस्ति न चेत् लघुपथम् अङ्गम् अस्ति अपि च परे सार्वधातुकप्रत्ययः न चेत् अर्धधातुकप्रत्ययः अस्ति अपि च इकः इकः नास्ति लघुपथम् अङ्गं तदेव उक्तं तस्मिन् सन्दर्भे गुणकार्यं सम्भवति इकः स्थाने इकः गुणः सम्भवति इति प्रथमं पुगन्तलघुपदस्य च इत्यस्य पदच्छेदं कृत्वा वदतु एकवारम् पुगन्धलघुपथस्य च इति द्विपदम् अस्ति पुगन्धलघुपथस्य इति एकपदमस्ति च इति अव्ययमस्ति ते तयोः पुगन्धलघुपथस्य इत्यत्र पुगन्तम् अङ्गम् इति एकः भागः लघुपथम् अङ्गम् इति अन्यः भागः अस्ति अत्र बहुव्रीहि समासः कृतमस्ति प्रथमतया द्वन्द्वः कृतं पुगन्तं लघुपथं च पुगन्धलघुपथे इति भवति ततः परं पुगन्तम् इति समासः कीदृशसमासः पुगन्तम् इति पुक् पुक् अन्ते यस्य सः तत् यस्य तत् तत् पुगन्तम् अङ्गम् इति अस्ति लघ्वी पुगन्तम् अङ्गं तथा एव लघ्वी उपधा यस्य तत् अङ्गं लघुपदम् अङ्गं पुगन्धलघुपदम् इति समाहारद्वन्द्वः कृत्वा तस्य इति षष्ठी तत्पुरुषः अपि कृत्वा पुगन्धलघुपदस्य इति पदं निष्पन्नमस्ति तदेव तत्पुरुषः कृतं वा द्वन्द्व कृतमस्ति ततः परं केवलं षष्ठी अस्ति तत्पुरुषः नास्ति समीचीनं तत् अन्यत् किं वक्तव्यं भगिनि न समीचीनम् इत्युक्ते तत्र पश्य समीचीनम् इत्युक्ते भागद्वयमस्ति पुगन्तम् इति एकः भागः पुगन्तं कृते किञ्चित् कार्यं लघुपदमस्ति चेत् किञ्चित् कार्यं तर्हि पुगन्तम् इत्यस्य तत्र अङ्गस्य विशेषणमस्ति पुगन्तम् इति पुक् अन्ते यस्य सः इत्युक्ते तादृश अङ्गं यस्य अन्ते पुगागमः भवति तादृश अङ्गम् इति प्रथमः भागः पुगन्तम् अङ्गम् इति पुगागमः केन सूत्रेण भवति अर्तिह्री व्ली रि ग्नु ईक्ष्मायातां पुग्नौ इत्यनेन सूत्रेण कस्मिन् प्रसङ्गे निच् परे यत्र अस्ति तत्र एव आकारान्त अङ्गस्य पुगागमः भवति दा इति दातुं स्वीकरोतु हा दा इति धातुः स्वीकुर्मः चेत् दा इत्यस्य पुक्का दा योग णिच् परे यत्र अस्ति तस्मिन् सन्दर्भे दा इति धातुः अकारान्तधातुः अस्ति इति कृत्वा अर्तिह्रीव्लीरि क्नुयि क्ष्मायातां पुग्नौ इत्यनेन दा योग पुक् योग णिच् इति भवति तत्र पुक् इत्यस्य ककारः हलन्त्यम् इत्यनेन इत् संज्ञा भवति उकारः उच्चारणार्थम् इति भावयामि तदा केवलं पकारः एव तत्र अवशिष्यते दा योग प् योग निच् इति भवति निच् इत्यस्य अपि केवलम् इकारः अवशिष्यते दापि इति अङ्गं भवति दाप् इति पुगन्तम् अङ्गम् अस्ति इति कृत्वा तत्र गुणकार्यं गुणकार्यस्य प्रसङ्गः नास्ति तथापि तत्र दापि इति रूपं भवति तत्र कागमः भवति समीचीनं परन्तु अङ्गं वा ओ सोरि दापि इति किं दापि इति अङ्गं वा धातु वा दापि इति नूतनधातुः अस्ति अङ्गं भविष्यति यदा तत्र शप्रत्ययस्य विधानं भवति तदानीम् अङ्गमपि भवति इदानीं दापि दाप् योगः इ इति स्थितौ दापि इति नूतनधातुः सनाद्यन्ता दातवः इति सूत्रेण धातुसंज्ञा अस्ति सः दापि इति नूतनधातुः तत्पश्चात् यदा तत्र लट् विवक्षा अस्ति तदानीं दापि योगः शप् इति वदामः चेत् तदानीं दापि इति अङ्गमपि भवति हा इदानीं तत्र दायोगः दाप् दाप् इत्यत्र पुगागमः भवति अनन्तरं निच् इति उक्तं तत्र पुगन्तम् अस्ति यद्यपि पुगन्तम् अस्ति तथापि गुणस्य प्रसङ्गः नास्ति यतोहि इक्वर्णः न दृश्यते तत्र दाप् इत्यत्र परन्तु अर्ति इति ऋ इति अस्ति धातुः खलु तस्मिन् सूत्रे अर्ति ह्रीव्लि रि नूयि इत्यस्य ऋ इति धातुः अस्ति तत्र किं भवति तत्र ऋ इति धातुः ऋ योग पुक् योग णिच् इति यदा भवति तस्मिन् सन्दर्भे ऋ योग ऋ इत्यस्य ऋप् इति यदा भवति तत्र पुगन्धलघुपथस्य च इत्यस्य कार्यं प्रवर्तनं भवति किमर्थमिति चेत् तत्र पकारस्य पूर्वं लघु इक् अस्ति इति कृत्वा तत्र पुगन्धलघुपथस्य च इत्यस्य प्रवर्तनार्थम् अर्प् इति भवति नूतनधातुः अर्पि इति भवति भवती उक्तवती लघुपद लघु इगु इगुपद अस्ति इति कृत्वा भवति इति तथा नास्ति तत्र खलु तथा नास्ति पुगन्तम् अङ्गम् अस्ति इति कृत्वा क्षम्यतां सत्यं तर्हि तत्र ऋ इति धातुः अस्ति चेत् तदानीं तत्र णिच् प्रत्ययः यदि विधीयते ऋ योगः णिच् तदानीं तत्र अर्तिह्रीलीरिग्नूयि इति सूत्रेण पुगागमः भवति तदानीं ऋप् इति योग ऋप् योगः इ तादृशसन्दर्भे तत्तु पुगन्तम् अङ्गम् अस्ति ऋप् इति पुगन्तम् अङ्गम् अस्ति तत्र इकः गुणः ऋकारः तत्र इक्वर्णः अतः तस्य गुणः अर् तर्हि अर्पि इति धातुः अर्पयति इति रूपं तादृशसन्दर्भे पुगन्तम् अङ्गम् अस्ति चेत् इकः गुणः इति एकं कार्यमस्ति तस्मिन् सूत्रे तत्तु इदानीम् अस्माकं प्रसङ्गः नास्ति निजन्तप्रसङ्गे एव तद्भवति इदानीम् अस्माकं प्रसङ्गः अस्ति द्वितीयः भागः लघुपदस्य इकः गुणः इति द्वितीयभागः तस्मिन् विषये वदतु भगिनि लघुपदम् अङ्गं यत्र अस्ति इत्युक्ते अङ्गे अन्तिमवर्णात् पूर्वं लघु इक् यत्र अस्ति तादृश अङ्गस्य इकः गुणः भवति पुगन्धलघुपदस्य च इति सूत्रेण अत्र चित् इति उदाहरणं स्वीकुर्मः चेत् चित् इति एकक्षणम् अत्र सूत्रे तत्र अनुवृत्तिः सर्वं स्वीकृत्य वदतु तत्र अर्थः अर्थवगमः कथं भवति इति पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक अर्थधातुकयोः इति अनुवृत्तिसहितसूत्रमस्ति. तत्र सार्वधातुक अर्थधातुकयोः इति सप्तम्यन्तं पदमस्ति, अतः यदि सार्वधातुकप्रत्ययः परे अस्ति न चेत् अर्थधातुकप्रत्ययः परे अस्ति चेत् इति निमित्तं सूचयति अत्र. पुनः अङ्गं कीदृशम् अङ्गम् इति वदामः चेत् तत्र पुगन्तम् अङ्गं भवेत्, न चेत् लघुपदम् अङ्गम् एकस्मिन् पक्षे भवति. तादृश अङ्गस्य इकः गुणः सम्भवति इति एतत् सूत्रं वदति. अङ्गस्य कीदृश अङ्गम् इति कस्मिन् सूत्रे एव प्रदर्शितम् अस्ति, पुगन्तम् अङ्गं न चेत् लघुपदम् अङ्गम्. अङ्गस्य इकः इत्यत्र अन्तिम वर्णः इक् भवेत् इति अर्थः अलोन्त्यस्य इत्यनेन स्वीक्रियते. अलोन्त्यस्य इति परिभाषासूत्रं तत्र आगच्छति. अङ्गस्य इकः गुणः अलोन्त्यस्य इत्यस्य किमर्थम् अत्र प्रसक्तिः? अत्र किमर्थम् अलोन्त्यस्य इत्यस्य प्रसक्तिः? किमर्थम् एन विधि सदन्तस्य इत्यस्य प्रसक्तिः नास्ति? द्वयमपि अस्तु. अत्र वस्तुतः अत्र अङ्गं किम् अस्ति इति स्पष्टता अस्ति, अतः येन विधिस्तदन्तस्य इत्यस्य प्रसक्तिः नास्ति. यत्र अस्पष्टता अस्ति तत्रैव परिभाषासूत्रस्य अपि कार्यं भवति. अस्मिन् सूत्रे पुगन्तलघुपदस्य च इत्यत्र पुगन्तम् अङ्गं न चेत् लघुपदम् अङ्गम् इति उक्तत्वात् तत्र येन विधिस्तदन्तस्य इत्यनेन कीदृशम् अङ्गम् इत्यस्य विवरणं न आवश्यकम्, अतः तस्य सूत्रस्य आवश्यकता नास्ति. तथा एव अलोन्त्यस्य अपि आवश्यकता नास्ति. मम दोषः जातः. किमर्थमिति चेत् तत्र पुगन्तं लघुपतम् इति उक्तत्वा तत्र स्थानि स्पष्टता अस्ति, अतः तत्रापि येन किम् अलोन्त्यस्य इत्यस्य सूत्रस्य कार्यं नास्ति, प्रवृत्तिः नास्ति तत्र. अतः द्वयोः अपि कार्यम् अस्मिन् सूत्रे न जायते. येन विधिस्तदन्तस्य अलोन्त्यस्य इत्यस्य अपि कार्यम् अत्र न भवति. किमर्थमित्युक्ते स्पष्टता अस्ति, द्वयोः अपि स्पष्टता अस्ति. स्थाने अपि च अङ्गं कीदृशम् अङ्गम् इत्यस्य विषये स्पष्टता अस्ति. तत्र येन विधि सदन्तस्य इत्यनेन तत्र किमर्थं येन विधि सदन्तस्य इत्यस्य प्रसक्तिः नास्ति इति पुनः एकवारं वदतु. यतोहि स्पष्टता नास्ति इति उक्तं, परन्तु कथं जानीमः स्पष्टता अस्ति इति? येन विधि सदन्तस्य इति येन विशेषेण कार्यं भवति, विधिः भवति, तत्र एव अस्य अस्य सूत्रस्य प्रवर्तनं. तथापि तत्र विशेषविशेषणभावः यत्र अस्ति तत्र येन विधिस्तदन्तस्य इत्यस्य कार्यं भवति. सार्वधातुकार्थधातुकयोः इत्यस्य इत्यत्र अङ्गं कीदृशम् अङ्गम् इत्यत्र स्पष्टता न आसीत्. इकः किम् आसीत् इगन्तं इति न समीचीनं, भवती उक्तवती विशेषणविशेष्यभावः यत्र अस्ति तत्र येन विधिस्तदन्तस्य इत्यस्य प्रवृत्तिः भवति. अत्र तादृशम् अस्ति वा, विशेषणविशेष्यभावः अस्ति वा? पुगन्धलघूपदस्य च अङ्गस्य इति उक्तम् अत्र. विशेष्यविशेषणभावः विधिः नास्ति, विशेषणविशेषभावः विशेषविशेषणभावः अस्ति खलु. पुगन्तम् अङ्गस्य पुगन्तलघुपदस्य पुगन्तमिति त्यजतु इदानीं, पुगन्तमिति विषयः नास्ति इदानीम्. इदानीं केवलं लघुपदम् अङ्गम् इति एव विषयः अस्ति. तत्र वदतु लघुपदस्य, इदानीम् अस्माकम् अनुवृत्तिसहितसूत्रमस्ति, लघुपदस्य अङ्गस्य इकः गुणः सर्वधातुक अर्धधातुकयोः इति अस्ति. तद् तर्हि इदानीं वदतु कीदृशभावः अस्ति लघुपदस्य अङ्गस्य इकः? लघुपदस्य अङ्गस्य इति वदामः चेत् लघुपदम् एव अङ्गम् अस्ति अत्र. अङ्गं लघुपदम् अस्ति अत्र, अभेदः अस्ति. विशेष्य विशेषणभावः अस्ति इति वक्तुं शक्नोति. तत्र विधिः नास्ति न भगिनि, विशेषेण यत् विधिः उच्यते तदा एव येन विधिस्थगनं तस्य कार्यं. किमर्थं विधिः नास्ति अत्र? उगन्तलघुपदस्य च अङ्गस्य इति उक्तं तावदेव न, तत्र विधिः नास्ति न. तत्र उपधः एकः गुणः इति विधिः एव खलु, एकः गुणः तत्र तत्र विधिः अस्ति, परन्तु उगन्तलघुपदस्य च अङ्गस्य द्वयोः मध्ये तु विधिः नास्ति. तत्रैव तत्र विधिः अस्ति. विधिः न, विधिः इत्युक्ते तत्र उदाहरणं वदतु, विधिः इत्युक्ते कथं भवति? विधिः इत्युक्ते तत्र एकः स्थाने यण् अतो दीर्घो यै इति उक्तं, नो चेत् तत्र यदि सूत्रं नास्ति, सूत्रस्य विवरणे वदतु कथं विधिः इति कथं ज्ञायते इति प्रतिपादयतु. अङ्गस्य पुगन्तलघुपदस्य च इति विशेषणमस्ति अङ्गस्य इत्यस्य. तत्र पुगन्तलघुपदस्य च इति वदति, तत्र अङ्गस्य पुक् अस्ति नो चेत् लघुपद अस्ति तदे तावदेव वदति, परन्तु तत्र विधिः न उक्तं, किमपि कार्यं न उक्तं न तत्र. हा, तत्र कार्यं न उक्तम् इति कृत्वा विशेषणविशेषभावः अस्ति चेदपि तत्र येन विधिसदन्त चेतस्य प्रसक्तिः नास्ति इति वदति वा? आम् आं भगिनि, तदेव मम विवक्षा आसीत्. यदा विधिः विशेषणेन निर्दिष्टः विधिः उच्यते विशेषणम् इति स्वीकृत्य, सार्वधातुक अर्धधातुकयोः इति सूत्रे कथम् अस्ति विधिः? इकः अङ्गस्य इत्यत्र विधिः अस्ति वा? इकः अङ्गस्य तत्र एकः अङ्गस्य गुणः इति उक्तं न, तत्र एकः अङ्गस्य गुणः भवति सार्वधातुकार्धधातुकयोः इति परे. तत्र अङ्गस्य गुणः भवति इति विधिः उक्तं किल, तत्र एकः अङ्गस्य गुणः भवति न, अङ्गस्य गुणः भवति इति गुणः इति पृथक्तया अस्ति. अङ्गस्य गुणः अत्रापि अङ्गस्य गुणः इत्येव उक्तम्, इगुपदस्य अङ्गस्य गुणः इत्येव उक्तं. को भेदः? अनयोः को भेदः? इदानीम् अत्र अङ्गः अङ्गं स्पष्टमस्ति खलु, अत्र लघुपदम् अङ्गम् इति वदामः चेत् तत्र स्थानी का इति स्पष्टता अस्ति, अङ्गम् अपि का इति कः किम् इति ज्ञायते. भगिनि, अत्र अहं किं वदामि इति चेत् सूत्रद्वयमपि स्वीकृत्य परस्परभेदः कः, किमर्थम् अत्र एनविधिसदन्तस्य इत्यस्य प्रवृत्तिः नास्ति, किमर्थम् अलोन्त्यस्य इत्यस्य प्रवृत्तिः नास्ति इति गृहपाठः तत्र चिन्तयित्वा आगच्छन्तु. लघु उपधा इति कृत्वा साक्षात् उक्तत्वात् तत्र तस्य स्थाने एव भवति खलु भगिनि? समीचीनं, लघु उपधा इति साक्षात् उक्त तत्तु समीचीनं, परन्तु किञ्चित् इतोपि तत्र चिन्तनीयं. तत्र किमर्थं तत्र इत्युक्ते इदानीं वंशी भगिनी उक्तवती विधिः नास्ति, विधिः अस्ति तत्र, इत्युक्ते तत्र अस्माकं मनसि तादृशस्पष्टता नास्ति. अतः पुनः एकवारं गृहपाठरूपेण सूत्रद्वयं स्वीकृत्य चिन्तयन्तु, चिन्तयित्वा अग्रिमसप्ताहे तस्मिन् विषये चर्चा भवतु. चिन्तनम् अपेक्षितं, चिन्तयित्वा आगच्छन्तु. तर्हि इदानीम् अग्रे गच्छेम. सूत्रस्य सरलार्थः कः इति अस्माभिः ज्ञायते एव, अङ्गस्य लघुपदस्य इकः गुणः इति ज्ञायते, परन्तु सूक्ष्मभेदः कः इति चिन्तयित्वा आगच्छन्तु. अस्तु, इदानीम् अग्रे उमाभगिनी अग्रे तत्र अग्रिमपरिच्छेदं प्रति गच्छति वा, विशेषदातवः इति. अस्ति वा उमा भगिनी? अस्तु, अरविन्द महोदय पठतु. नमस्कारः. केचन धातवः सन्ति येषां विकारः भवति शिति प्रत्यये परे, ते अधः सूचिताः. अयं विकारः द्वात्वादेशः इत्युच्यते. गम् प्रथममस्ति, गम् यम् धातोः छ कारस्य आदेशः. गम्ल गतौ गमनार्थे यम् उपरमे नियन्त्रणार्थे, नियच्छति निग्रहं करोति, नियच्छति इति नियग्रहं करोति, योगी इन्द्रियाणि नियच्छति. अस्मिन् एव अर्थे यम् धातोः नियमायति भुवादि चुरादिगणे, भवति चुरादिगणे. अपि च भुआदिगणस्य अस्य एव पाठस्य अग्रिमे सूत्रे दान् दाने इत्यनेन दानार्थे यच्छति गम योगः शप् इषु इषु गमीयमां छः इत्यनेन मकारस्थाने छ गच्छ योगः आ अधुना छे छ इत्यनेन छकारे परे संहितायां विषये ह्रस्व स्वरस्य तुक् आगमो भवति आद्यन्तौ टकिते इति परिभाषासूत्रेण गकारोत्तरवर्ती अकारस्य अनन्तरं न तु पूर्वं तदनन्तत् गत् गत् छ इति अकार तदनन्तरम् अकारयोजनेन तत्र सन्धिकारि सन्धिसूत्रमायाति स्तोश्चुनाश्चु इत्यनेन सकारतवर्गीयस्य स्थाने शकारादे चवर्गस्य च आदेशः भवति शकारस्य चवर्गस्य च योजनेन गच्छ योगः आ गच्छ इति अङ्गम् तत्र विशेषदातवः इति उक्त्वा यत्र धातु आदेशः भवति तेषां समाहारः अस्ति विशेषदातवः भुआदिगणे केचन दातवः सन्ति येषां विकारः भवति इति क्षितिप्रत्यये परे इति उदाहरणं दत्तमस्ति गम एवं यम धातोः अत्र सूत्रमस्ति इषु गमि यमान् छः इति सूत्रं किं वदति यत्र गम इ इष् यम यमि इति धातोः मकारस्य स्थाने छ आग्रेशः भवति इति कृत्वा गम इत्र मकार अन्तिममकारस्य स्थाने छ आदेशः भवति तदनन्तरं छे छ इति सूत्रेण चकारे परे संहितायां विषये ह्रस्वस्वरस्य तुक् आगमः भवति इति पूर्वम् अकार ह्रस्व अस्ति तदनन्तरं छ अस्ति इति कृत्वा तयोः मध्ये तुक् आगमः भवति तुक् इति आद्यन्तौ टकितौ इति सूत्रेण गकार उत्तरवर्ति अकारस्य अनन्तरम् इति तुक् अन्तिम टिक् अस्ति इति कृत्वा अकारानन्तरं तुकागमः भवति इति कृत्वा ग योगः त् योगः छ छ इति अवस्थिते तत्र स्तोश्चुना चकारयोगः छ इति दृश्यते तत्र चकारयोगः छ इति स्थाने तकारस्य चर्तु आदेशः भवति स्तोश्चुनाश्चु इति चकारादेशः भवति स्तोश्चुनाश्चु इति सूत्रेण इति कृत्वा गच्छ इति भवति गच्छ योगः आ गच्छ इति अङ्गं भवति इति प्रक्रिया अस्ति इति कृत्वा अङ्गं निष्पन्नं भवति गच्छ इति इषु गम्यमां चः इति सूत्रं कीदृशसूत्रम् अधिदेशसूत्रमस्ति अधिदेशम् इत्युक्ते स्थानि स्थानि स्थाने नूतनवर्णस्य आदेशः भवति किमर्थम् अतिदेशः इति वदति अतिदेशने मा स्थाने छ आदेशः भवति न आदेशसूत्रं विधिसूत्रमेव विधिसूत्रमेव किन्तु छ स्थाने इति आदि धात्वादेश आद्य धात्वादेश इति धात्वादेशः धात्वादेशः समीचीनं धात्वादेशः इति अत्र इषु गम्यमांशः इति सूत्रेण धात्वादेशः क्रियते साक्षात् धातोः स्थाने तत्र कश्चन आदेशः क्रियते धात्वादेशविधि धात्वादेशः समीचीनं तर्हि अत्र अस्मिन् सूत्रे त्रयः धातवः उल्लेखिताः इष् गम् यम् इष् गम् यम् एतेषाम् अन्तिमवर्णस्य स्थाने छकारस्य तत्र अन्तिमवर्णस्य स्थाने छकारादेशः भवति यथा तत्र गम् धातुः गम् योगः शप् योगः ति इत्यत्र गम् इत्यस्य मकारस्य छकारादेशः भवति अतः गच्छ योगः अ इति स्थितौ तत्पश्चात् नूतनसूत्रमस्ति छेच इति नूतनसूत्रं तदपि अग्रे पठामः तेन सूत्रेण ह्रस्वस्वरस्य तुक् आगमः भवति छकारे परे अत्र गच्छ इत्यत्र चकारः गकार उत्तरवर्ति अकारः ह्रस्वस्वरः तस्य अनन्तरं छकारः अस्ति इति कृत्वा ह्रस्वस्वरस्य तुगागमः भवति. कस्य तुगागमः? ह्रस्वस्वरस्य तुगागमः इति कृत्वा तुक् कित् इति कृत्वा अन्ते आयाति. तत्र ह्रस्वस्वरस्य अनन्तरं तुगागमः भवति. तुगागमे तुक् इत्यत्र ककारस्य इत्संज्ञा, उकारः उच्चारणार्थः, केवलं तकारः एव अवशिष्यते. तर्हि ग इत्यस्य अनन्तरं तकारः आयाति, अनन्तरं छकारः. तर्हि तत्र सन्धिकार्यं भवति. सोहोश्चुनाश्चुः सूत्रेण तकारस्य स्थाने चकारादेशः, अतः गच्छ इति भवति. गच्छ इति अङ्गं निष्पद्यते. समीचीनं महोदय. इदानीं तत्र यम् इत्युक्ते अत्र प्रथमं सूत्रं पठित्वा तदनन्तरं यं विषये चिन्तयामः. अत्र उषाभगिनी सूत्रं पठति वा? इषु गमीयमां चः. भगिनी क्षम्यताम्, अत्र गम् अपि च यं धातोः एव भवति वा, अन्ये धातवः अपि भवन्ति वा तत्र इषु गमीयमां चः इति सूत्रेण? तदेव इदानीं सूत्रं पठित्वा चिन्तयामः अन्यत्र भवति वा न वा इति. उषाभगिनी आं भगिनि. इषु गमीयमां चः, इष् गम् यम् येषां चकारादेशः भवति शिति परे, अलौन्तस्य इत्यनेन चकारादेशः अन्तिमवर्णस्य स्थाने, न तु पूर्णधातोः स्थाने. इषुश्च गमिश्च यं च तेषाम् इतरेतरद्वन्द्वः इषु गमि यमः तेषाम् इषु गमि यमाम्. इषु गमि यमां षष्ट्यन्तं, चः प्रथमान्तं, द्विपदमिदं सूत्रम्. ष्टिबु क्लमु चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् इषुगमीयमाम् अङ्गस्य छः शिति. इषुगमीयमां छः इति सूत्रस्य अनुवृत्तिसहितसूत्रम् इषुगमीयमाम् अङ्गस्य छः शिति. इषु गम् यम् धातोः अङ्गस्य चः शिति इति दत्तम्. षित् परे अस्ति चेत् इष् धातु, गम् धातु, यम् धातु धातोः अन्तिमवर्णस्य स्थाने चः इति आदेशः भवति इति अर्थं स्वीक्रियते. अलौन्तस्य इत्यनेन अन्तिमस्थाने एव चः आदेशः भवति, न तु पूर्णधातोः इति ज्ञायते. इषु च ओके, इषु गमि यमा ओके. आं भगिनि. तर्हि अत्र वंशी भगिनी, तत्र के धातवः उल्लेखिताः अत्र? आम्, त्रयणधातवः सन्ति. समीचीनं भगिनि. तत्र तु इष् गम् परन्तु इं किमर्थं न उक्तम्? इष् किमर्थम् उक्तम्? गम् यम् इति उक्तम्, इष् किमर्थम् उक्तम् इति अपि न. तत्र तु संशयः. इष् इति धातुः अस्ति खलु? इच्छति समीचीनं, परन्तु यदा धात्वादेशः भवति तत्र चकारः एव आगच्छति न, तत्र तु किमर्थम् इष् उक्तं न जानामि. न न, इष् इति मूलधातुः अस्ति खलु, किमर्थं तत्र इच् इति वक्तुमिच्छति वा? इच् इति वक्तव्यम् इति वदति वा? इम् इम् यदा गम् आर् नो चेत् यम् इति उक्तं, गम् नो चेत् यम् उक्तम्, इम् किमर्थं न उक्तं तत्र? यतोहि तत्र धात्वादेशः भवति एव, चकारस्य धात्वादेशः. न न, किमर्थम् इम् इति वक्तव्यम् इति वदतु. धातुः इम् नास्ति खलु? इम् नास्ति, इष् अस्ति धातुः. समीचीनं, हा समीचीनम्. इष् एव इष्यते. इष् धातुः, तत्र मकार कुत्रापि न आयाति खलु. इष् एव धातुः, गम् एव धातुः, यम् एव धातुः, मूलधातुः तदेव. इच्छति आगच्छति, शकारस्य चाने चकारः आदेशः. तदेव अस्य सूत्रस्य कार्यम्. अस्तु, अस्य सूत्रस्य कार्यं चकारादेशः. तर्हि तत्र धात्वादेशः इच् इति वदति चेत् तत्र तादृशधातुः नास्ति खलु? कुत्र अस्ति इच्छति धातुः? नास्ति, तत्र मूलधातोः एव विवरणं दीयते सूत्रे. धातोः निर्देशः एव क्रियते खलु सूत्रे. समीचीनं, धातोः निर्देशः एव क्रियते सूत्रे. तर्हि अत्र अस्मिन् सूत्रे इषु गमि यमम् इति उक्तत्वात् इषु इति उक्तम्, इषु इति उक्तत्वात् तत्र इषु धातोः एव ग्रहणं, तत्र इष् धातोः त्रयः धातवः सन्ति, तत्र इष इष गतौ इषु इच्छायाम् इष आवीक्ष्णे आवीक्ष्णे, तर्हि तत्र कस्य ग्रहणम् इति चेत् इषु इति उक्तत्वात् इच्छायाम् इति तौदादिकधातोः एव ग्रहणम् अत्र आदिगणीयधातोः एव ग्रहणम् इषु इति उक्तत्वात्, तर्हि गमी यमाम् इति उक्तम्, तत्र गमी इत्यत्र किमर्थम् ईकारः श्रूयते इति अग्रे उच्यते, यम् इति अपि धातुः अस्ति, यम् इति धातोः अत्र यम् उपरमे इति धातोः ग्रहणम् अस्ति अत्र, यम् उपरमे इति धातोः ग्रहणं यम् इत्यत्र, तर्हि अत्र सूत्रं सरलमेव, इषु गमियमाम् अङ्गस्य छः क्षिति इति उक्तत्वात् क्षितिप्रत्यये षित् इत्युक्ते तत्र तादृशप्रत्ययः यत्र शकारः इत् संज्ञकः अस्ति, तादृशप्रत्ययः परः अस्ति चेत् एतेषां धातूनाम् अन्तिमवर्णस्य स्थाने चकारादेशः भवति, तर्हि अत्र अलोन्त्यस्य इति सूत्रस्य कार्यं किमर्थम् अस्ति इति वंशी भगिनी वदतु. तत्र अन्त्यस्य वर्णस्य चकारः आदेशः भवति न, तत्र इष् अपि च गम् यम् इत्यस्मिन् चकारः आदेशः अन्त्यस्य अलः एव स्थाने भवति, अतः अलोन्त्यस्य इति आवश्यकमेव किल? तत्र किमर्थम् आवश्यकम् इति प्रतिपादयतु, न बुद्धम्. यदि किं गं चं चकारः आदेशः इति वक्तव्यं क्षितिपरे इति, तत्र सम्पूर्णस्य चकारः आदेशः भवति यदि अलोन्त्यस्य इति परिभाषासूत्रेण. कस्य सम्पूर्णस्य? कस्य धातोः धातोः इष् इति धातोः सम्पूर्णचकारः आदेशः भवति, अपि च चकारः एव नितिष्ठति. समीचीनं, तर्हि सम्पूर्ण अङ्गस्य चकारादेशः न स्यात्, धातुरूपी अङ्गस्य चकारादेशः न स्यात् इति कृत्वा अलोन्त्यस्य इति परिभाषायाः आवश्यकता अस्ति. अत्र येन विधिस्तदन्तस्य इत्यस्य किमर्थम् आवश्यकता नास्ति? येन विधिस्तदन्तस्य इति तत्र स्थितिः एव दत्तमस्ति खलु, तत्र तु किमपि आवश्यकं नास्ति, पद तदन्तविधिः नास्ति न तत्र. समीचीनं समीचीनं, तदेव ज्ञातुं पृष्टवती. अत्र साक्षात् इषिगम् इति त्रयाणां धातूनां ग्रहणम् इति साक्षात् उक्तत्वात् अत्र येन विधिस्तदन्तस्य इत्यस्य आवश्यकता नास्ति. समीचीनं, सूत्रार्थः स्पष्टः खलु? कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि इदानीं यम् इति धातुं स्वीकृत्य सूर्यकुमारी भगिनी वदतु, तत्र इषु गम्यवां च इति सूत्रं कथं कार्यं करोति? यं योगः शप्, यं योगः शप्, इषु गम्यवां च सूत्रेण मकारस्य स्थाने चकारः आदेशः भवति, तदनन्तरं सिप् सित् अस्ति चेदेव शप् सित् अस्ति निमित्तम् अस्ति. तदनन्तरं छेच सूत्रेण चकार पूर्व ह्रस्व अकारस्य स्थाने अकारस्य अनन्तरं तुक् आगम भवति, तुक् ता एव अवशिष्यते, या योगः तत् योगः च स्तोश्चुनाश्रु सूत्रेण तास्थाने चकारादेशः भवति च अस्ति चेत् निमित्तं परमस्ति चेत् यच्च योगः सप् अवशिष्यते, यच्च अङ्गं भवति. समीचीनं समीचीनं, तर्हि गम् इत्यत्र यथा आसीत् प्रक्रिया तथैव अत्र अस्ति यम् इत्यस्यापि, न कोऽपि भेदः. अस्तु, तर्हि इदानीम् अग्रे गच्छेम. तर्हि अत्र पमेला भगिनी अग्रे पठति वा, प्रश्नः उदेति. आं भगिनि, प्रश्नः उदेति, सूत्रे किमर्थं गम् धातोः गमि इति रूपं, सानुबन्धा धातुः गम्रु, निरबन्धधातु च धातुश्च गम् कथं वा गमि उत्तरम् अस्ति ईक्षितपौ धातुनिर्देश ईक्षितपौ धातुनिर्देशे इत् वक्तव्यम् इति वक्तव्यम् इति वार्तिकम् इति वार्तिकम् अनेन द्वौ प्रत्ययौ स्तः याभ्यां सह धातुरूपं प्रदर्शयते सूत्रेषु द्वौ प्रत्ययौ इक् स्तिपौ च प्रत्ययौ अर्थः अस्ति धातु एव धातुनिर्देशः अपि च सूत्रेषु एव द्वयोः प्रत्ययोः उपयोगः प्रत्यययोः क्षम्यतां प्रत्यययोः उपयोगः न तु लोके इक् प्रत्ययस्य एकमेव प्रयोजनं सूत्रालङ्कारः छन्द च छन्दः तथा स्यात् तस्मिन् सूत्रे अतः छन्दस्कृते सूत्रकारेण इक् प्रत्ययः संयोजितः प्रत्ययस्य अपि अलङ्कारप्रयोजनं तु अस्ति एव ततः अग्रे अन्यत् एकं प्रयोजनं भवति यत् अग्रिमसूत्रस्य प्रसङ्गे उच्यते किञ्चित् अवगतं भगिनि वदामि तत्र इषु गमियां च इत्यत्र गम् धातोः गमि इति रूपम् अस्ति तत् किमर्थं तथा दत्तम् अस्ति इति तत्र उल्लेखितः वयं जानीमः गम्रु इति धातु अस्ति अनुबन्धलोपात् गम् इति एव धातु तर्हि कथं गमि इति भवति इति प्रश्नः तत्र उत्तरं दीयते ईक्षिप्तौ धातुनिर्देशे स्टिप् इति इक् स्टिप् ओके इक् स्टिपौ धातुनिर्देशे इति वक्तव्यम् अनेन सूत्रेण तत्र द्वौ प्रत्ययौ स्तः इक् अपि च स्टिपौ अनेन वार्तिकेन ओ वार्तिके सूत्रं नास्ति क्षम्यतां वार्तिकेन द्वौ प्रत्ययौ स्तः यत्र येन वय याभ्यां तत्र धातुरूपं सूत्रे प्रदर्शितं प्रत्ययस्य अर्थे अस्ति धातु एव तत्र इति मन्ये तत्र प्रत्यय केवलं धातु तस्य सूत्रे प्रयोग कर्तुमेव तस्य प्रयोग इति मन्ये अन्यत् किमपि तस्य अर्थं नास्ति अपि च केवलं सूत्रे एव एतस्य प्रयोगः भवति न तु लोके तर्हि तत् प्रयोगं किम् इत्युक्ते सूत्रालङ्कार अथवा छन्द वयं तु जानीमः सूत्र तु छन्दोबद्ध भवति अत एव तत्र तस्मिन् अर्थे एव तस्य प्रत्ययस्य प्रयोगं कृतम् अस्ति इक् प्रत्ययस्य अपि च छन्द तथा स्यात् तस्मिन् सूत्रे छन्दस् अपि अलङ्कार सूत्रालङ्कार निमित्ते कृतमस्ति इत्यपि वदति तत्र स्टिप् प्रत्ययस्य अपि अलङ्कारप्रयोजनं तु अस्ति एव तत् अग्रिमपरिच्छेदे पश्यामः इति अग्रिमे सूत्रस्य प्रसङ्गे वक्ष्यामः इति उच्यते तत्र समीचीनं तावदेव खलु भगिनि तावदेव क्षम्यतां सम्यक् न प्रतिपादनं समीचीनं इत्युक्ते बहुत्र सूत्रेषु वयं पश्यामः तत्र इकारः श्रूयते यत्र धातोः निर्देशः भवति तत्र कुत्रचित् इकारः श्रूयते कुत्रचित् ति इति श्रूयते यथा अत्र अर्ति ह्री व्ली रि नुयि श्मायातं पुङ् पुग्नौ इत्यत्र अर्ति इत्यत्र ति इति श्रूयते धातुः तु ऋ इति धातुः तर्हि तत्र ति इति श्रूयते तत्र सूत्रेषु यथा अत्र गमी इत्यत्र इषु गमियमां चः इत्यत्र गमी इत्यत्र इकारः श्रूयते तर्हि इकारः श्रूयते चेत् अत्र इक् इति प्रत्ययः योजितः अर्ति इत्यत्र ति इति श्रूयते तत्र तु ति इति स्टिप् इति प्रत्ययः योजितः केवलम् अस्माकं सूत्रेषु केवलम् अस्माकं सूत्रेषु तत्र धातोः निर्देशार्थं तत्र पाणिनिना तत्र प्रत्ययद्वयं स्वीकृतमस्ति एकमस्ति एकः प्रत्ययः अस्ति इक् इति प्रत्ययः द्वितीयः अस्ति स्टिप् इति प्रत्ययः केवलं धातुनिर्देशार्थं तर्हि सूत्रेषु वयम् अवगन्तुं शक्नुमः यत्र इक् इति प्रत्ययः दृश्यते तदानीम् ओ अयं धातुः धातोः निर्देशः इति वयं ज्ञातुं शक्नुमः तदपि प्रयोजनमस्ति इक् स्टिप् इति द्वौ प्रत्ययौ स्तः तर्हि तदर्थमेव वार्तिककारेण उक्तम् इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् आसीत् पाणिनिना कुत्रापि सूत्रेषु न उक्तम् अहं तत्र धातोः निर्देशम् एवं रीत्या करोमि इति कुत्रापि न उक्तम् अष्टाध्याय्यां तदर्थं वार्तिककारः वदति तत्तद्वत्तु दोषाय इति एवं वक्तव्यम् आसीत् न उक्तम् इति सः वदति इति कृत्वा तत्र इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकम् अस्ति अनेन वार्तिकेन ज्ञायते यत् द्वौ प्रत्ययौ स्तः इक् अपि च स्टिप् यैः तत्र द्वाभ्यां प्रत्ययाभ्याम् अत्र धातोः निर्देशः क्रियते प्रयोजनं किं भगिनि प्रयोजनम् एकं तु धातुनिर्देशः अस्ति इति ज्ञायते वयं तु ज्ञातुं शक्नुमः खलु इदानीम् इषु गमियमां चः इत्यत्र गमी इति कीदृशम् अस्ति इति चेत् धातोः निर्देशः इति ज्ञायते इक् अस्ति इति कृत्वा ज्ञायते तदेकं प्रयोजनमस्ति धातुनिर्देशः कृतः अस्ति सूत्रे इति ज्ञायते तदेकं प्रयोजनम् अनन्तरं प्रयोजनं किम् इति चेत् सूत्रालङ्कारः छन्दः द्वयमपि प्रयोजनं सूत्रालङ्कारः यथा तत्र लोके अलङ्कारं वयं कुर्मः यथा तत्र अलङ्कारं कुर्मः सौन्दर्यवर्धनाय अलङ्कारं कुर्मः एवमेव अत्र सूत्रेषु सौन्दर्यवर्धनाय अपि तत्र इक् प्रत्याहारष्टि प्रत्ययस्य योजनं भवति अनन्तरं छन्दसः कृते अपि छन्दसः कृते इत्युक्ते तत्र सूत्राणि छन्दोवत् भवन्ति खलु तत्र व्याकरणम् इति वेदाङ्गम् अस्ति वेदाङ्गं तत्र वेदाङ्गम् अस्ति षड् अङ्गेषु व्याकरणम् इत्यपि एकम् अङ्गम् अस्ति तर्हि तत्र छन्दोवत् भवन्ति सूत्राणि अतः तत्र गुरुलघुभेदाः वर्णभेदाः मात्रभेदाः एतेषां सर्वेषाम् अवगमनम् अथवा तत्र ज्ञानं भवति सूत्रस्य सूत्ररचनावेलायाम् इति कृत्वा तत्र अन्यत् प्रयोजनं छन्दः अनन्तरम् अलङ्कारः द्वयमपि प्रयोजनं वस्तुतः अन्यत् अपि प्रयोजनमस्ति ष्टिप् प्रत्ययस्य विषये ष्टिप् प्रत्ययः किमर्थं योजितः अस्ति सूत्रेषु इति चेत् तत्र ष्टिप् प्रत्ययः अस्ति चेत् वयं ज्ञातुं शक्नुमः तस्य सूत्रस्य प्रसक्तिः यङ् लुकि न भवति इति अपि ज्ञायते यदि कुत्रचित् सूत्रेषु स्टिप् प्रत्ययेन धातोः निर्देशः कृतः चेत् तदानीं वयं ज्ञातुं शक्नुमः तादृशसूत्रं यङ् लुकि कार्यं न करोति इति ज्ञायते यङ् लुक् इति यङ् इति एकः प्रत्ययः अस्ति खलु द्वादशधातुप्रत्ययेषु यङ् इति एकः प्रत्ययः अस्ति तस्य विकल्पेन लुक् अपि भवति तदेव यङ् लुगन्तधातुः इति वदामः यथा तत्र पट् इति धातुः अस्ति तर्हि यङ् प्रत्ययं योजयामः चेत् पट्योगः यङ् तदानीं तत्र धातोः द्वित्वं भवति अतः द्वित्वम् अभ्यासकार्यं सर्वं कृत्वा पापट्य इति यङन्तधातुः पापट्यते इति रूपं पापट्यते इत्युक्ते पुनः पुनः पठति अथवा तीव्रगत्या पठति इत्यर्थः पापट्यते इति यङन्तधातुः एवमेव तत्र यङ् प्रत्ययस्य विकल्पेन लोपः अपि भवति अतः पट् धातुतः यङ् प्रत्ययः विधीयते तदानीं यङ् प्रत्ययस्य विकल्पेन लोपः भवति चेत् तदानीं यङ् प्रत्ययः लुप्यते इदानीं पट् इति अवशिष्यते पट् इत्यत्र द्वित्वम् अभ्यासकार्यं सर्वं कृत्वा पापट् इति यङ्गन्तधातुः यङ् लुगन्तधातुः क्षम्यतां पापट् इति यङ् लुगन्तधातुः तत्र लटि रूपं पश्यामः चेत् पापट्टि पापट्टि इति रूपमस्ति, पापट्टि इति रूपमस्ति. तादृश यङ्लुगन्त विषये यदा प्रक्रिया भवति तदानीं यत्र यत्र सूत्रेषु ष्टिप् प्रत्ययेन निर्देशः क्रियते तत्र तादृशसूत्रं यङ्लुकि न कार्यं न करोति इति अपि वयम् अवगन्तुं शक्नुमः. तदपि प्रयोजनमस्ति ष्टिप् प्रत्ययस्य. एकं तु धातुनिर्देशः, एकं तु धातुनिर्देशः सूत्रेषु धातोः निर्देशः कृतः इति ज्ञायते, सूत्रालङ्कारः छन्दः, अनन्तरं यङ्लुकि कार्यं न स्यात् ष्टिप् प्रत्ययस्य इति अपि बोधनार्थं तत्र अनयोः प्रत्ययोः व्यवहारः अस्ति केवलं सूत्रेषु एव. इत्युक्ते तत्र धातुतः इक् प्रत्ययं योजयित्वा तत्र लौकिकरूपं प्राप्तुं न शक्नुमः. यथा तत्र पट्योगः तप्रत्ययः पठितः इति रूपम् अस्ति, तादृशं पट्योगः इक् योजयित्वा पटि इति रूपं नास्ति लोके. अतः तत्र अनयोः प्रत्ययोः व्यवहारः केवलं सूत्रेषु अष्टाध्याय्याम् एव, तस्य बहिः तस्याः बहिः अस्ति. अवगतं वा? किञ्चित् एकः प्रश्नः अस्ति. गम् योगः इक् कित् अस्ति चेत् अकार अनन्तरं इ आयाति खलु. इत्युक्ते इत्युक्ते तत्र यत्र यत्र यत्र यत्र इदानीं तत्र इक् इति प्रत्ययः इति उक्तं खलु, न तु आगमः, प्रत्ययः इति उक्तं. प्रत्ययस्य विधानं कुत्र भवति? प्रत्ययः परश्च. तर्हि धातोः अनन्तरम् आयाति इक् प्रत्ययः. यद्यपि ककारः अस्ति तत्र आद्यन्तौ टकितौ इत्यस्य प्रसङ्गः नास्ति, यतोहि प्रत्ययः अस्ति. प्रत्ययः विधीयते धातुतः विधीयते, अतः धातोः अनन्तरम् आयाति. तत्र अस्माकं सहायं कर्तुं प्रत्ययः परश्च धातोः इति त्रयाणाम् अधिकारसूत्राणां ज्ञानं भवति, ज्ञानमस्ति चेत् अवगन्तुं शक्नुमः धातोः अनन्तरम् आयाति प्रत्ययः. अवगतम्? अवगतं. गम् योगः इक् प्रत्ययः अस्ति चेत् इ अवशिष्यते. इक् गमि इति रूपं, गमि इति रूपं तावदेव. चित् अस्ति इति कृत्वा तत्र गुणकार्यस्य किमपि प्रसङ्गः नास्ति. गम् योगः इ गम् इत्यत्र इक् इक् वर्णः एव नास्ति खलु. गम् योगः इ गमि तावदेव. ककारः अस्ति चेत् किं किं ज्ञातुम् इच्छति तत्र? ककारः अस्ति चेत् इकारः का अनन्तरं न तदेव तत्र आगमस्य विषये चिन्तनं करोति भवति खलु. आम् आम् तदेव अहं वदामि. अत्र इक् इति प्रत्ययः अस्ति, आगमः नास्ति. प्रत्ययः इदानीं यदा यदा शप् इति प्रत्ययः यदा तत्र धातोः अनन्तरम् आयाति एवमेव इक् इति प्रत्ययः अस्ति, धातोः परः आयाति. अतः तत्र ककारः इत्संज्ञ यदा तत्र तप्रत्ययः अस्ति, तप्रत्ययः अस्ति खलु. तप्रत्ययः किमर्थं धातोः तत्र ककारस्य गम् योगः त तप्रत्ययः तत्र किमर्थं तत्र ककारः अस्ति खलु, किमर्थं ककारस्य अनन्तरं न आयाति? प्रत्यय अस्ति चेदेव. एवमेव अत्रापि प्रत्ययः अस्ति खलु. धन्यवादः भगिनि. अस्तु तर्हि इदानीम् अग्रे शुभदा भगिनी अग्रे पठति वा? आं भगिनि, श्रूयते वा? हा श्रूयते. गम् धातोः इक् प्रत्ययः धातुनिर्देशे इति शीर्षकः. इषु गमीयमाञ्छः इषु गमीयमाञ्छः इति सूत्रे गमृ योगः इक् अनुबन्धलोपे गम् योगः इ गमी. अत्र यङ्लुक् इत्यस्य प्रसङ्गो नास्ति यतोहि सूत्रस्य निमित्तं षित् यस्मात् सार्वधातुकप्रकरणे एव प्रसक्तिः. यङ्लुक् च आर्धधातुकप्रकरणे अस्ति, अतः इक् प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यर्थं गमि धातुनिर्देशे. अत्र गम् गम् इति धातुविषये उक्तमस्ति. इषु गमीयमाञ्छः अत्र एतस्मिन् सूत्रे यः गम् धातुः उल्लेखितमस्ति तस्य गम्रु इति औपदेशिकरूपं गम्रु योगः इक् अत्र अनुबन्ध लोपे हलन्त्यम् इत्यनेन ककारस्य संज्ञा भवति, तस्य लोपः इत्यनेन लोपः भवति, अतः इ एव अवशिष्यते। गम् योगः इ अत्र गमि, अत्र यङ्लुक् प्रत्ययः यङ्लुक् इत्यस्य प्रसङ्गः नास्ति इति भवती एव अधुना एव उक्तवती। यङ्लुक् अस्ति चेत् तस्य प्रसङ्गः यङ्लुक् अस्ति चेत् ओ तत्तु स्थित् प्रत्ययस्य योजनं प्रयोजनम् अस्तु। अत्र यङ्लुक् प्रत्ययस्य प्रसङ्गः नास्ति यतोहि सूत्रस्य निमित्तं षित्, यस्मात् सूत्रस्य निमित्तं षित्। इषु गमीयमां छः इति सूत्रं वदति शिति परे इति, षित् इति तस्य परनिमित्तम् अस्ति, अतः शिति परे अस्ति इति कारणात् अत्र यङ्लुक् इत्यस्य प्रसङ्गः नास्ति। अतः सार्वधातुकप्रकरणे एव तस्य प्रसक्तिः अस्ति, आर्धधातुकप्रकरणे तस्य प्रसक्तिः, यङ्लुक् च आर्धधातुकप्रकरणम् अस्ति इति कृत्वा तत्र षित् इत्यस्य प्रसङ्गः नास्ति इति कृत्वा गम् योगः इ अत्र गमि एव भवति। अतः इक् प्रत्ययस्य प्रयोगः केवलं सूत्रशैल्यर्थं गमि धातुनिर्देशे, इक् इति केवलं सूत्रशैली अथवा सूत्रालङ्कारं, सूत्रालङ्कारः यदा भवती उक्तवती तस्य कृते एव भवति इति अत्र दत्तमस्ति। इक् प्रत्ययस्य प्रयोजनं यङ्लुकि भवति वा न वा इति विषयः एव नास्ति। इक् प्रत्ययः, इक् प्रत्ययस्य योजना किमर्थं क्रियते इति चेत् केवलं सूत्रशैल्यार्थम् अथवा अलङ्कारार्थं छन्दसः कृते धातोः निर्देशार्थं तावदेव, अन्यत् किमपि नास्ति प्रयोजनम्। अस्तु, तर्हि इदानीम् अग्रे छेच्छ इति सूत्रं पठामः, तत्र मीना भगिनी पठति वा? ह्रस्वस्वरस्य तुक् आगमो भवति चकारे परे। तुक् कित् अस्ति अतः आद्यन्तौ तकितौ इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्वस्वरस्य तस्य अन्ते आयाति। छे अत्र वीडियो अस्ति सम्पडे, अत्र अरुणा भगिनी कृपया तत्र वीडियो निष्कासयतु भगिनी, भगिनी वदतु। तस्य अन्ते आयाति छे सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं। ह्रस्वस्य पिति कृति तुक् इत्यस्मात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः संहितायां यस्य अधिकारः अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् छे च संहितायाम्। अत्र छे च इति सूत्रं विवरणमस्ति, ह्रस्वस्वरस्य यदि अस्ति चेत् तस्य तुक् आगमो भवति चकारे परे। उदाहरणम् आसीत् गम्य धातु, गच् गच् मकारस्य स्थाने चक च च भवति, तत्र इषु गमीयमां चः इति सूत्रेण, तदनन्तरं गच्छ इति चे च इति सूत्रेण ह्रस्व तत्र ह्रस्वस्वरस्य तुक् आगमो भवति। अत्र ह्रस्व इग् इग् इच् इच् भवति, इच् शब्द शब् भवति, तत्र अकारस्य तुक् चकारे परे चकारस्य ह्रस्वस्य तुक् चे च संहितायां चकार ह्रस्व स्वरस्य चकारे परे तुक् आगमः। सो तदा तस्मात् अकारस्य इग् इत् इच् भवति। तत् अकारस्य अनन्तरम् अकारस्य स्वरस्य अनन्तरं किल, तकारस्य अकारस्य स्वरस्य स्थाने नास्ति किल, स्वरस्य हा इत्युक्ते अत्र अत्र कस्य आगमः उक्तम् अनुवृत्तिसहितसूत्रे ह्रस्वस्य तुक् ह्रस्वस्य तुक् ह्रस्वस्य ह्रस्वस्य स्वरस्य तिक् तुक् आगमः चे च संहितायां तत्र उदाहरणे ग इग् अ इच् इच् अस्ति तत्र तत्र ह्रस्व हकारस्य अनन्तरं हकारस्य अनन्तरं तुक् आगमः ग ग इत् इच् योगः भवति तदेव तुगागमः समीचीनम् अत्र सूत्रे ह्रस्वस्य तुगागमः इत्युक्तं खलु छे परे तत्र छे इति सप्तम्यन्तम् अस्ति तर्हि तस्मात् पूर्वं कार्यं भवति कुत्र कार्यम् इति चेत् ह्रस्वस्य तुक् अत्र ह्रस्वस्य इति साक्षात् तत्र यद्यपि षष्ट्यन्तम् अस्ति अत्र स्थानी इति न स्वीक्रियते यतोहि अत्र तुक् इति अगमः अस्ति इति ज्ञायते ककारस्य उल्लेखः अस्ति तुक् इत्यत्र इति कृत्वा आगमः इति ज्ञायते अतः कस्य आगमः इति चेत् ह्रस्वस्य आगमः ह्रस्वस्य आगमः तुक् कित्वात् अन्ताय अन्तावयवः आद्यावयवः अथ अन्तावयवः भवति आद्यन्तौ टकितौ इत्यनेन तर्हि कित्वात् अन्तावयवः ह्रस्वस्वरस्य अन्तावयवः भवति अतः तत्र गम् इत्यत्र गकार उत्तरवर्तीयः अकारः ह्रस्वस्वरः तस्य अनन्तरं तुगागमः भवति यतोहि तस्य अनन्तरं चकारः अस्ति चकारः अस्ति चेत् तावदेव सूत्रार्थः संशयः अस्ति वा सूत्रे न भगिनि तर्हि तत्र त्रयः दातवः इषु गम्यमां चः इत्यत्र त्रयः दातवः सर्वत्र तुगागमः भवति चेच इति सूत्रेण प्रथमं तत्र इषु गम्यमां चः इति सूत्रेण तत्र छकारादेशः भवति अन्त्यवर्णस्य तत्पश्चात् छेच इति सूत्रेण तुगागमः अपि भवति सर्वत्र इच्छति यच्छति गच्छति इति सर्वत्र समानप्रक्रिया अस्तु अत्र कोऽपि प्रश्नः अस्ति वा अस्तु तर्हि अग्रे गच्छेम इदानीं पादातुः विनयकुमार् महोदय पठति वा आदिधातूनां धातु आदेशः येषां धातूनां धात्व आदेशः भवति क्षितिपरे सार्वधातुकसम्बन्धे अथ पा ग्रा मा स्था ना दाण दृशि अर्थि सर्ति शब सदाम इव जिघ्र थम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीयसीदाः पाघ्राध्वा इत्यादीनां स्थाने इव जिघ्र धम् एते आदेशा भवन्ति क्षितिपरे केवलं क्षितिपरे इति ध्येयम् अतः पिबति परन्तु पास्यति इति पाश्च ग्राश्च द्माश्च सदच तेषाम् इत्येतरद्वन्द्वः पाघ्रात्मास्थाम्ना दाण ऋषि अर्ति सर्ति शद सद तेषां पाघ्रात्मास्थास्ता दाण ऋषि अर्ति सर्ति शद सदाम पिबच जिघ्रच धमच सीदश्च तेषम् इतरेतरद्वन्द्वः पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीदाः पाघ्राध्वास्था नादाण ऋषि अर्ति सर्ति शद सदाम शिष्यन्तम् पिब जिघ्र धव तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीदाः प्रथमान्तम् द्विपदं सूत्रम् ष्ठिव ष्ठिव क्लम् ष्ठिव क्लम् चम क्षिति त्रयः धातवः इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् पाघ्रात्मास्था न दाण विषि अर्ति सरति शबस्थाम सदाम अङ्गस्य किं जिघ्रद्धं तिष्ठ मन यच्छ पश्य ऋच्छ धौ क्षीयसीदाः क्षितिः. अत्र धातवः अत्र व्यवस्था अस्ति धातव आदेशः पास्थाने किं भवति घ्रास्थाने जिघ्र ध्वास्थाने ध्वास्थाने अत्र स्थास्थाने अहं स्मर्तयामि परन्तु स्थास्थाने तिष्ठस्थि दाण अत्र दाण दाण अत्र दाण अस्ति दाणस्थाने यच् अस्ति अत्र पिदाङ्ग् नास्ति दृशि पश्य अस्ति अर्ति सर्ति शद् सदाम् इत्यादि पिबजिघ्रद्धं तिष्ठ आदेश आदेशानुसार पिब भवति जिघ्र भवति धम् भवति तिष्ठ भवति स्थास्थाने तिष्ठ भवति अत्र दाणस्थाने यच्छ भवति दृष्टस्थाने पश्य भवति रीधातु अस्ति रीधातु अर्थे भवति परन्तु अत्र आदेशानुसार पृच्छ भवति तदनन्तरं धौ धौ शीयसीदः तदनन्तरं सर्ति शद् सदाम कथं सर्ति धौ भवति अहं न जानामि परन्तु अत्र पश्यतु सूत्रे एव उक्तं खलु प्रथमं तत्र तत्र धातवः उल्लेखिताः खलु पाग्राद्मास्ता मान् मान् दान् दृशि अर्ति सर्ति शद सदाम् इति तत्र धातवः उल्लेखिताः तदनन्तरम् आदेशाः दत्ताः पिब जिग्र दम तिष्ठ मन यच्च पश्य ऋच्च दौ शीयसीदाः इति आदेशाः दत्ताः तत्र कथं जानीमः कस्य स्थाने किम् कः आदेशः इति अत्र एक अत्र एक सूत्र अस्ति अहं न पश्यामि परन्तु स्थानसम्बन्धे सङ्ख्यास्थाने अपि च सूत्र अस्ति अहं यथासङ्ख्यादेशः समानाम् इति सूत्रेण परिभाषा इति परिभाषासूत्रस्य सहायेन वयं जानीमः अत्र स्थानिनः समसङ्ख्यकाः सन्ति आदेशाः अपि समसङ्ख्यकाः सन्ति तर्हि तत्र आदेशाः क्रमेण भवन्ति इति जानीमः अतः पास्थाने पिब ग्रास्थाने जिग्र द्मास्थाने धम स्थास्थाने तिष्ठ म्नास्थाने मन दान्स्थाने यच्छ ऋषिस्थाने पश्य अर्तिस्थाने ऋच्छ सर्तिस्थाने दौ शदस्थाने शीय सदस्थाने सीद इति आदेशाः भवन्ति तत्र सर्वत्र आदेशे तत्र क्रमेण आदेशाः भवन्ति इदानीम् आदेशः कुत्र भवति अलोन्त्यस्य इत्यनेन भवति वा कुत्र आदेशः भवति आदेशः सर्वादेशः अलो अलोन्तस्य अर्थ अपि सम्बन्धः नास्ति अत्र यदि यदि शित् अस्ति तर्हि अत्र शित् अस्ति अतः अनेकालशित् सर्वस्य अस्ति वा न अहं शित् आदेशः शित् अस्ति वा अत्र अनेकालशित् सर्वस्य सम्पूर्ण धातुः सम्पूर्णधातुः स्थाने यथा पा स्थाने सम्पूर्णतया पिबा अस्ति, घ्रास्थाने सम्पूर्णतया जिग्र अस्ति. समीचीनं. हा, कथं जानीमः सम्पूर्णतया आगच्छति इति चेत् अनेकाश्चित् सर्वस्य इति इत्युक्ते अत्र अनेक अलोन्त्यस्य इत्यनेन कोऽपि सम्बन्धः नास्ति इति नास्ति, सम्बन्धः अस्ति. सामान्यतया अलोन्त्यस्य इत्यनेन अन्तादेशः भवति, तर्हि पास्थाने अन्तिमवर्णस्य स्थाने पिब आदेशः स्यात्. परन्तु अत्र आदेशः अनेकाल् अस्ति चेत् तदानीम् अनेकाश्चित् सर्वस्य इति परिभाषासूत्रस्य सहायेन सम्पूर्णस्य स्थाने आदेशः भवति, तर्हि स्थानिनः सम्पूर्णस्य आदेशः, अतः पा इति स्थानी अस्ति, तस्य सम्पूर्णस्य स्थाने पिब इति आदेशः भवति. अतः क्रमेण एते आदेशाः सम्पूर्णस्य स्थाने भवन्ति, सम्पूर्णस्य अङ्गस्य स्थाने. क्षितिप्रत्यये परे, क्षित् प्रत्यये परे सम्पूर्णस्य अङ्गस्य स्थाने एते धात्वादेशाः भवन्ति. कोऽपि प्रश्नः अस्ति वा अत्र? अहं केवलं कोऽपि पा धातु एव भवति, परन्तु अत्र कोऽपि अर्थः अस्ति वा पिब् सम्बन्धे? पिब् धातुः अन्यधातुः सम्बन्धे कोऽपि अन्तरस्ति वा न, अहं न जानामि. न न, पा धातोः यः अर्थः अस्ति तत्र अर्थस्य परिवर्तनं नास्ति. पा धातोः यः अर्थः अस्ति सः एव अर्थः भवति पिब इत्यस्य आदेशानन्तरमपि. केवलं तत्र रूपस्य परिवर्तनम् अस्ति, रूपस्य परिवर्तनम् अस्ति इत्युक्ते तत्र इत्युक्ते धातोः अर्थः त्यज्यते इति नास्ति. धातोः यः मूल अर्थः अस्ति सः अर्थः अनुवर्तते पिब इति आदेशानन्तरमपि, सः अर्थः अनुवर्तते. अतः पिब इत्यस्य पृथक्तया आदेशः नास्ति. पापाने इति धातोः अर्थः, तर्हि तादृश अर्थः अनुवर्तते. स्थानिवद्भावेन अर्थः अपि अनुवर्तते. तत्र पिब इति आदेशानन्तरमपि तत्र पाने इत्येव अर्थः अस्ति. दृशि इत्यत्र पश्य इत्यत्र अपि समानः दर्शनम् इत्येव अर्थः अस्ति. अतः अर्थभेदः नास्ति, केवलं रूपपरिवर्तनम्. षित् सम्बन्धे पिब् अस्ति पा पिब, परन्तु पा धातु केवलं सार्वधातुके नास्ति. यदा पा केवलम् एकप्रकारधातु नास्ति, अत्र षित् कारणेन पिब् भवति, परन्तु पा अन्य अर्थाः अपि भवन्ति न? न, पा हा पा रक्षणे इत्यपि अर्थः अस्ति, पा पाने इत्यपि अर्थः अस्ति. तर्हि भवतः प्रश्नः इदानीं भिन्नः अस्ति. पा रक्षणे इति धातोः अत्र ग्रहणं नास्ति. पा इत्युक्ते तत्र पा पा धातुतः अदादिगणे शप्रत्ययस्य तत्र लोपः भवति खलु, शप्रत्ययस्य लुक् भवति खलु तत्र लुक् भवति, अतः तस्य ग्रहणम् अत्र नास्ति. यतोहि तत्र लुक् लुक् लुक् भवति इति कृत्वा अङ्गकार्यं निषिद्धमस्ति तत्र, अतः तत्र तु अस्य कार्यं न भवति खलु. पा इति अदादिगणीयधातोः आदेशः नास्ति. अन्यविषयः अस्तु, तर्हि इदानीम् अत्र स्थगयामः. अन्य कोऽपि प्रश्नः नास्ति चेत् अग्रिमसप्ताहे इतः अग्रे गन्तुं शक्नुमः. तर्हि गृहपाठः अस्ति येन विधिस्तदन्तस्य अलोन्तस्य अनयोः सूत्रयोः विषये, सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च द्वयोः सूत्रयोः कृते प्रसक्तिः कथम् अस्ति, अस्ति वा नास्ति वा, नास्ति चेत् किमर्थं नास्ति इति स्पष्टतया वक्तव्यं भवति अग्रिमसप्ताहे. अतः चिन्तनं कुर्वन्तु तस्मिन् विषये. अस्तु तर्हि, धन्यवादः. नमस्कारः. धन्यवादः भगिनी. धन्यवादः भगिनी. नमस्कारः. धन्यवादः.